सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आरम्भे एकं सुभाषितं शृणुमः. भगिनी एकवारं सुभाषितं श्रावयतु. ॐ विद्यानामगरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्यागुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसुपूज्यते न तु धनम् विद्याविहीनः पशुः. ॐ गुरुभ्यो नमः. धन्यवादाः भगिनी. सर्वेभ्यः नूतनवर्षस्य शुभेच्छान् व्याहरामि. सर्वेषां कृते अयं वर्षः शुभदायकः भवतु इति अहम् आशासे. गते वर्षे करोना कारणतः बहून् क्लेशान् अनुभूतवन्तः, किन्तु अस्मिन् वर्षे तादृशी स्थितिः मा भवेत् इति मम आशयः. प्रत्येकस्मिन् वर्गे वर्गस्य आरम्भे सुभाषितं श्रुतवन्तः स्मः. इदमेव सुभाषितं बहुभ्यः दिनेभ्यः अथवा बहुभ्यः वर्षेभ्यः शृण्वन्तः स्मः, खलु? तस्मिन् सुभाषिते ज्ञातव्याः व्याकरणांशाः के इति एकवारं परिशीलयाम. तदर्थं भवन्तः सर्वे तत् सुभाषितं पुरतः स्थापयन्तु. प्रत्येकं पदं स्वीकृत्य वयं किञ्चित् चिन्तनं कुर्मः अद्य. सुभाषिते के के व्याकरणांशाः सन्ति इति एकवारम् अवलोकयाम. अयं श्लोकः तु विद्यायाः महिमां निरूपयति, विद्यायाः महिमां वदति. विद्या इति एकं ज्ञानमयं वस्तु. विद्या ज्ञानमयं वस्तु. विद्याविहीनः पशुः इति वयं ज्ञातवन्तः. किन्तु अस्मिन् श्लोके कानि कानि पदानि सन्ति, प्रत्येकं पदस्य अर्थः कः, समासाः सन्ति वा अथवा सन्धयः सन्ति वा, एतत् सर्वम् अद्य किञ्चित् गभीररीत्या चिन्तनं कुर्मः. प्रथमतया भूमा भगिनी भवती वदतु. विद्या विद् धातुः लिङ्गवचनविभक्त्यादयः. विद्या आकारान्त स्त्रीलिङ्गः. विद्या प्रथमाविभक्ति एकवचनम्. उत्तमं. किञ्चित् द्वितीयाविभक्ति अन्तपर्यन्तं रूपाणि वदतु. रमाशब्दवत् विद्या रमा विद्या विद्ये विद्याः विद्ये रमा क्षम्यतां भगिनि. चिन्ता मास्तु, अत्र भवती जानाति एव, किन्तु अहं झटिति पृष्टवती अतः वक्तुं न शक्नोति, चिन्ता मास्तु. विद्यां विद्ये विद्याः इति रूपाणि भवन्ति. आकारान्तस्त्रीलिङ्गपदमस्ति. अपि च अत्र विद्या इति पदस्य प्रसङ्गे किं ज्ञातव्यं? विद्या इत्युक्ते ज्ञानम् अथवा तत्त्वसाक्षात्कारः. तत्त्वसाक्षात्कारः, पश्यन्तु कीदृशम् उत्तमं पदं. विद्या इत्युक्ते तत्त्वसाक्षात्कारः इत्युक्ते प्रत्येकस्य वस्तुनः तत्त्वं किम् इति ज्ञायते विद्यया इति विषयः. विद्या इत्युक्ते तत्त्वसाक्षात्कारः. विद्या इति पदं मनसि आगच्छति चेत् एकं वाक्यं, प्रसिद्धं वाक्यं मनसि आगन्तव्यम्. विद्यया अमृतमश्नुते, विद्यया अमृतमश्नुते इति एकं प्रसिद्धं वाक्यमस्ति. अपि च विद्या इति पदं विद् धातुतः निर्मितं. विद् धातोः प्रसङ्गे अत्र गीताञ्जलि भगिनी भवती विद् धातोः प्रसङ्गे किं जानाति, वदतु. विद् धातु अन्यगण अपि विद् भवेत् इति मन्ये, किन्तु भवादिगणे विद् अस्ति. अत्र विद् धातोः प्रसङ्गे किं ज्ञातुमिच्छामि इत्युक्ते विद् धातुः बहुषु गणेषु अस्ति, किन्तु कस्य गणस्य विद् धातुः अयम् इति ज्ञातव्यः अंशः. अत्र विद् धातुः बहुषु गणेषु अस्ति. उदाहरणार्थं विद् धातोः रूपं दिवादिगणे अस्ति चेत् विद्यते. विद् धातोः रूपं विन्दति अस्ति, विद् धातोः रूपं वेत्ति अस्ति, किन्तु कीदृशधातोः रूपं विद् धातोः रूपम् अत्र अस्ति इति ज्ञातव्यः. अत्र तु विद् धातोः रूपं विद् ज्ञाने इति एकः धातुः अस्ति, तस्य रूपं वेत्ति. जानाति वा? अदादिगणे अस्ति परस्मैपदी धातु. वेद वेत्ति इति एकं रूपं, वेद अपि वेद अन्यरूपम् अस्ति. वेत्ति विद विक्तः न वेत्ति विद्. अत्र मम आशयः तु विद् ज्ञाने इत्यस्मिन् अर्थे वेत्ति तस्य रूपमेव अत्र विद्या इति पदस्य रूपम् अस्ति. अत्र अदादिगणे अस्ति इति कृत्वा भवती यत् उक्तवती वेत्ति इति, मध्ये विकरणप्रत्ययः नास्ति, एतत् सर्वं भवती जानाति एव. किन्तु तत्र धातोः रूपेषु बहु वैशिष्ट्यम् अस्ति. तत्र विकल्पेन रूपद्वयं, विकल्पेन रूपद्वयम् अस्ति इत्युक्ते प्रथमपुरुषे एकवचने रूपद्वयं, द्विवचने रूपद्वयं, बहुवचने अपि रूपद्वयं, तादृशी स्थितिः अस्ति. किन्तु अस्य धातोः रूपाणि ज्ञातव्यानि. बहु किमपि वैशिष्ट्यम् अस्ति अस्य धातोः रूपेषु इति अत्र विषयः अस्ति. अपि च विद् धातुतः क्यप् क्यप् इति एकः प्रत्ययः अस्ति, तस्य प्रत्ययस्य योजनेन विद्या इति रूपं सिद्ध्यति. विद् धातोः अन्यानि कृदन्तपदानि वयं ज्ञातुमिच्छामश्चेत् विद् धातोः रूपमेव वेदः. विद् धातोः तवत्वन्तरूपं विदितवान्, विदितवती इत्यादीनि रूपाणि सन्ति. अन्यानि कृदन्तपदानि ज्ञातुमिच्छामश्चेत् वेद्यं, वेदितव्यं, वेदनीयं, वेद्यम् इत्यादीनि, इत्युक्ते अनियर्तव्यत्, न्यत् इत्यादीनि रूपाणि अपि सन्ति. एतावता विद्या इति आकारान्तस्त्रीलिङ्गपदम्. अनन्तरं दर्शनभगिनी भवती वदतु, नाम इति पदमस्ति, वदतु. नाम नामन् इति प्रातिपदिकम्. अपि च अहं पश्यन्ती अस्मि. अपि च नपुंसकलिङ्गे अस्ति. अपि च अन्यत् किं भवती जानाति चेत् रूपाणि एकवारं स्मारयतु. आम्, नाम नामनि, नामानि प्रथमाविभक्त्यौ, द्वितीया विभक्ति नाम, नामनि, नामानि, नाम्ना, नामभ्यां, नामभिः, नाम्ने, नामभ्यां, नामभ्यः, नाम्नः, नामभ्यां, नामभ्यः, नाम्नः, नाम्नोः, नाम्नां, नाम्नि, नाम्नोः, नामसु, हे नामन्, हे नामनि, हे नामानि. उत्तमम्. अपि च प्रथमाविभक्ति द्विवचने अन्यत् रूपमपि अस्ति, दृष्टवती वा? नैव, नैव. अत्र प्रथमाविभक्ति द्विवचने नामनि इति एकं रूपम् अस्ति, नाम्नि, नाम्नि, नाम्नि, महलन्त. अत्र नाम्नि इति रूपमपि अस्ति. अपि च अत्र नाम इत्युक्ते नामधेयम् अथवा साधारणतया भवतः नाम किं, भवत्याः नाम किम् इति प्रश्नं पृच्छामश्चेत् तत्र नाम इत्युक्ते संज्ञा, संज्ञा, संज्ञा इत्युक्ते नाम इति अर्थः अस्ति. इत्युक्ते नामन् नकारान्तशब्दस्य रूपाणि सप्तसु विभक्तिषु त्रिषु वचनेषु ज्ञातव्यानि. अयं शब्दः तु नपुंसकलिङ्गशब्दः. उत्तमं भगिनि. गीताञ्जलि भगिनी भवती वदतु, नरस्य वदतु. आं भगिनि, नर नर अकारान्त पुंलिङ्गपद अस्ति. नरस्य तु षष्टि एकवचनरूपम् अस्ति. नरस्य नरयोः नराणां तु षष्टि पुंलिङ्गम्. उत्तमम्. एकवारं रूपाणि वदतु, प्रथमाविभक्त्यां, द्वितीयाविभक्त्यां. आं भगिनि, नरः नरौ नराः, नरं नरौ नरान्, नरेण नराभ्यां नरैः, नराय नराभ्यां नरेभ्यः, नरात् नराभ्यां नरेभ्यः, नरस्य नरयोः नराणां, नरे नरयोः नरेषु. उत्तमं भगिनि. नरशब्दस्य प्रसङ्गे अणत्वप्रसक्तिः अस्ति खलु? आं भगिनि. कुत्र कुत्र अणत्वं भवति? नराणां तु भवति एव, इत्युक्ते रेफ तु निमित्तम् अस्ति, तत्कारणेन णत्वं भवति तत्र नराणाम्, अपि च नरेण तृतीय रूपमपि नरेण भवति. अनन्तरं तावत् भगिनि. उत्तमम्. अत्र पश्यतु, द्वितीयविभक्ति बहुवचनरूपं किम् उक्तवती? द्वितीय बहुवचने नरान्. तस्मिन् पदे किमर्थम् अणत्वं न भवति? एकं विशिष्टसूत्रम् अस्ति, तत्तु अहं विस्मरामि भगिनि. कोऽपि स्मारयति वा? अत्र नरान् इति पदस्य प्रसङ्गे अपि दीर्घ अनन्तरं नकार सूर्यकुमारी भगिनी उक्तवती, वदतु भगिनी. मोनुस्वारः मकार एव अनुस्वारः भवति, नकार अनुस्वारः न भवति पदान्ते. तादृशं कार्यम् अत्र नास्ति. स्वर न भवतु. कोऽपि स्मारयति वा? नो चेत् अहं किञ्चित् वदामि. व्याकरणं न जानामि, परन्तु जानामि यदि पदस्य अन्ते न व्यञ्जन एव नकार एव तिष्ठति तत्र णत्वं न भवति. उत्तमं, तदेव श्रोतुमिच्छामि. उत्तमं भगिनि. इत्युक्ते एतावता णत्वप्रकरणम् इति एकं प्रकरणम् अस्ति. णत्वप्रकरणमस्ति. णत्वप्रकरणे बहूनि सूत्राणि सन्ति, इत्युक्ते आहत्य 39 सूत्राणि सन्ति. तेषु कानिचन सूत्राणि णत्वविधायकसूत्राणि, कानिचन सूत्राणि णत्वनिषेधकसूत्राणि. णत्वनिषेधकसूत्रम् अत्र कार्यं करोति. तस्य नाम पदान्तस्य इति एकं सूत्रमस्ति. णत्वनिषेधकसूत्रमस्ति. पदान्ते नकारः, दन्त्यनकारः अस्ति चेत्, तत्र निमित्तम् अस्ति चेदपि णत्वं मा भवेत् इति सूत्रं वदति. तेन कारणेन नरान् इत्यस्मिन् पदे निमित्तमस्ति चेदपि णत्वं न भवति. तस्य कारणं पदान्तस्य इति सूत्रेण कार्यं भवति. अपि च नरः इति पदम् अकारान्त पुंलिङ्गशब्दः. अहं दृष्टवती, अतः वदामि. नृ इति दीर्घरूकारान्तधातुः एकः धातुः अस्ति. नृ दीर्घरूकारान्तधातुः, सः धातुः क्रियादिगणे अस्ति. क्रियादिगणे अस्ति चेत् तस्य रूपं नृणाति, नृणाति इति रूपं भवति. तस्मात् धातुतः निर्मितं पदं नरः. अपि च नरः इति पदस्य प्रसङ्गे अहम् एकं श्लोकं पठितवती. तत् किम् इत्युक्ते, भूतानां प्राणिनः श्रेष्ठाः, प्राणिनां बुद्धिजीविनः, बुद्धिमत्सु नराः श्रेष्ठाः, नरेषु ब्राह्मणाः स्मृताः. इत्युक्ते अत्र भूतानां प्राणिनः श्रेष्ठाः इत्युक्ते सर्वेषु भूतेषु प्राणिनः, येषां प्राणाः सन्ति ते प्राणिनः. प्राणिनः इत्युक्ते कीटादयः, ते श्रेष्ठाः. स्थावरजङ्गमेषु प्राणिनः इत्युक्ते कीटादयः श्रेष्ठाः. किन्तु तेषां प्राणिनाम् अपि बुद्धिजीविनः पशु आदयः इतोपि श्रेष्ठाः. तेभ्यः पशवेभ्यः अपि मनुष्याः इतोपि श्रेष्ठाः. किमर्थं मनुष्याः श्रेष्ठाः इत्युक्ते, मनुष्येषु प्रकृष्टं ज्ञानमस्ति, तदर्थं मनुष्याः श्रेष्ठाः. किन्तु तेभ्यः मनुष्येभ्यः अपि ब्राह्मणाः श्रेष्ठाः. ब्राह्मणाः इत्युक्ते कुलम् इति नास्ति. यः ब्रह्म जानाति, यः ब्रह्मणः तत्त्वं जानाति, सः एव ब्राह्मणः. तत्र कुलस्य प्रसक्तिः एव नास्ति. इत्युक्ते येषां ब्रह्मज्ञानमस्ति ते श्रेष्ठाः. इत्युक्ते सर्वेभ्यः मनुष्येभ्यः ब्राह्मणाः श्रेष्ठाः इति तत्र श्लोकः वदति. एतावता अत्र अस्माकं प्रसङ्गः कः इत्युक्ते, बुद्धिमत्सु इत्युक्ते येषां बुद्धिः अस्ति तेषु, बुद्धिमत्सु तत्र सप्तमी बहुवचनरूपम् अस्ति. बुद्धिमत्सु नराः श्रेष्ठाः इति तत्र विषयः अस्ति. इत्युक्ते नराः इति पदं वयं शृणुमः चेत् अस्य श्लोकस्य प्रसक्तिः तत्र अस्ति इति कृत्वा अहम् उक्तवती. बुद्धिमत्सु नराः श्रेष्ठाः इति अत्र विषयः. अग्रिमं पदमस्ति रूपम्. अत्र वेदभगिनी भवती वदतु, नो चेत् लता भगिनी भवती वदतु रूपं. रूपम् इति नपुंसकलिङ्गपदः. रूपं रूपे रूपाणि इति प्रथमा विभक्ति. स्वरूपं विद्या नाम नरस्य तद्वाक्यस्य अर्थः वदामि किम्? नरस्य रूपम् अधिकं. हा, इट् इस् गिवन् अधिकं रूपम्. अधिकम् इस् द विशेषण फार् रूपम्. सो रूपम् अधिकं, विद्या नाम नरस्य रूपम् अधिकं. वयं चिन्तयामः रूपम् इत्युक्ते मुखवदनस्य रूपम् इति चिन्तयामः. तद् नास्ति, तद् बहिः रूपम् एव. तत्र किमपि तात्पर्यः नास्ति. रूपम् इति विद्या एव नरस्य रूपम् इत्युक्ते यदि नरः विद्यावान् भवति तदा एव तस्य रूपम् अधिकं भवति. उत्तमरीत्या प्रतिपादितवती भगिनि. अधिक इति पदं विशेषणमस्ति. भवती त्रीणि वाक्यानि वदति वा? अधिकम् इति पदं त्रिषु लिङ्गेषु वदतु. अधिकं सस्यम्, एतत् वर्षे अधिकं नो अधिका वृष्टि अभवत्. वृष्टिः स्त्रीलिङ्गे इत्युक्ते अधिका भवति विशेषण. शुद्धं वा? अधिका वृष्टिः. अधिकं ज्ञानं, लक्ष्मी भगिन्या अधिका अधिकं ज्ञानम् अस्ति. अधिकं ज्ञानम् देन् अधिकः गुणाः, अधिकाः गुणाः, अधिकः गुणः अस्ति मनुष्ये. अधिकः गुणः अस्ति, सद्गुणः अपि अस्ति, दुर्गुणः अपि अधिकं भवति. उत्तमानि पदानि उक्तवती. ज्ञानम् अधिकम्, अधिकाः गुणाः, अपि च अधिका वृष्टिः. एतावता विशेषणमस्ति इति कृत्वा तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. अपि च नरः इति पदम् अकारान्तपदं वयं ज्ञातवन्तः, किन्तु नरः इत्यस्मिन् अर्थे एकम् अन्यत् पदम् ऋकारान्तपदम् अस्ति. नृ, तस्य प्रातिपदिकं नृ अस्ति, किन्तु तस्य रूपाणि न नरौ नरः, नरं नरौ नृन्. पश्यन्तु, पदम् अकारान्तपदमस्ति चेत् प्रथमाविभक्ति एकवचनरूपं नरः, किन्तु नरः इति पदं नृशब्दस्य प्रथमाविभक्ति बहुवचनरूपम् अपि नरः. प्रथमाविभक्तिरूपाणि न नरौ नरः, नरं नरौ नृन् इति रूपाणि भवन्ति. एतावता मम आशयः एवम् अस्ति, प्रथमाविभक्ति बहुवचनरूपं नरः इत्युक्ते तत्र प्रातिपदिकं भिन्नम् अस्ति, ऋकारान्तप्रातिपदिकम् अस्ति तत्र. किन्तु अकारान्तपुंलिङ्गशब्दः अस्ति चेत् तत्र नर इति प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपं नरः अस्ति, किन्तु ऋकारान्तपदमपि अस्ति. तस्मिन् नृपदस्य एव नृपापि पालयति नृपः. तत्र गृहशब्दस्य षष्ठी विभक्ति किं भगिनि? नृणां, नृणाम्. अत्र सर्वाणि रूपाणि एकवारं स्मारयामि. न नरौ नरः, नरं नरौ नृन्. न नृभ्यां नृभिः, ने नृभ्यां नृभ्यः. नः पञ्चमी विभक्ति एकवचनं, नः नृभ्यां नृभ्यः. षष्ठी विभक्ति एकवचनं, नः नोः नृणां. सप्तमी एकवचनं, नरि नोः नृषु इति रूपाणि सन्ति. इत्युक्ते अस्य पदस्य अर्थः अपि नरः एव, किन्तु प्रातिपदिकं भिन्नं, रूपाणि भिन्नानि. किन्तु वयं सर्वे नरः इति पदं जानीमः. अत्र श्लोके नरस्य इति पदं दत्तमस्ति इति कृत्वा वयं सर्वे जानीमः एव षष्टिविभक्ति एकवचनं. किन्तु अस्य पदस्य षष्टिविभक्ति एकवचनं नः, नः अस्ति. इत्युक्ते तत्पदं भिन्नं पदं, तस्य प्रातिपदिकमपि भिन्नम् अस्ति. उत्तमम्. अनन्तरं सूर्यकुमारी भगिनी भवती वदतु प्रच्छन्नं. भगिनि अत एव नरसिंह नृसिंह द्वौ अपि साधु किल? आम् भगिनि. प्रच्छन्नं प्रा उपसर्गः, नो चेत् अत्र प्रच्छन्नगुप्तं, प्रच्छन्नगुप्तम् इति पदमस्ति. तस्मिन् प्रसङ्गे भवती यद् जानाति तद्वदतु. समस्तपदमस्ति. प्रथम प्रातिपदकम् अहं न जानामि भगिनि. प्रच्छन्न, अत्र भवती यदुक्तवती तत् साधु एव. प्रच्छन्नगुप्तम् इति एकं पदमस्ति. प्रच्छन्नगुप्तम् इति समस्तपदं. तत्र द्वन्द्वसमासः अस्ति. प्रच्छन्नं च गुप्तं च. प्रच्छन्नं च गुप्तं च इत्युक्ते अत्र गुणद्वयम् उक्तमस्ति. इत्युक्ते विद्या कीदृशी इत्युक्ते विद्या प्रच्छन्नं गुप्तं धनम्. इत्युक्ते प्रच्छन्नं च गुप्तं च तद्धनम्. तद्धनं कीदृशं? प्रच्छन्नं गुप्तम् इति. इत्युक्ते एतावता तत्र प्रच्छन्नगुप्तम् इत्यस्मिन् पदे द्वन्द्वसमासः अस्ति. विग्रहवाक्यं प्रच्छन्नं च गुप्तं च इति वक्तव्यं. किन्तु तत् पदं धनम् इति पदस्य विशेषणं खलु. धनं कीदृशं? प्रच्छन्नं गुप्तं. धनशब्दस्य विशेषणमस्ति इति कृत्वा तत्र कर्मधारयसमासः अपि भवितुमर्हति. नपुंसकलिङ्गं धन, अत्र धनमिति नपुंसकलिङ्गपदमस्ति. अपि च प्रच्छन्नं इति नपुंसकलिङ्गपदं. कोऽपि ऊहां करोति वा अत्र प्रच्छन्नं इति? गोमति भगिनी भवती ऊहां कृत्वा वदतु अत्र कीदृशं पदम्. प्रच्छन्नं मीन्स् आच्छादितं. किमपि जवनिका अस्ति ततः तद् कवर्ड् अस्ति, आच्छादितम् अस्ति. प्रच्छन्न गुप्तं मीन्स् रहसि स्थितम्. वयं द्रष्टुं न शक्नुमः. तदेव न भगिनि? उत्तमम्, उत्तमरीत्या उक्तवती. एतत् पदं कीदृशम् इति पर्शीलयामश्चेत् प्रच्छन्नं इति नपुंसकलिङ्गपदं. किन्तु एतत् पदं क्ताप्रत्ययान्तरूपं, क्तान्तरूपम् इत्युक्ते तत्र प्रा उपसर्गपूर्वकः छद्, छद् धातुः अस्ति. तत्र छद् इति दकारान्तधातुः अस्ति. दकारान्तधातुः अस्ति चेत् क्ताप्रत्ययन्तरूपेषु नकारः एकेन विशिष्टसूत्रेण दकारस्य स्थाने नकारः आयाति. पद् धातोः रूपं पन्न, छद् धातोः रूपं छन्न इत्यादीनि रूपाणि सिद्ध्यन्ति. एतावता क्ताप्रत्ययान्तरूपमस्ति. तत्र एकं विशिष्टं सूत्रमस्ति. रदाभ्यां निष्ठातः नः पूर्वस्य च दः. रदाभ्यां निष्ठातः नः पूर्वस्य च दः. तेन सूत्रेण निष्ठाप्रत्यये सति भवन्तः जानन्ति एव कथाप्रत्ययः, कतौ तु प्रत्ययः. द्वयोः नाम निष्ठाप्रत्ययौ, तौ द्वौ निष्ठाप्रत्ययौ इत्युक्ते निष्ठासंज्ञा अस्ति इति कृत्वा धातुः दकारान्तधातुः अस्ति चेत् तत्र क्तान्तरूपेषु अनेन सूत्रेण दकारस्य स्थाने दन्त्यनकारादेशः भवतु इति सूत्रं वदति. इति कृत्वा तत्र प्रच्छन्न इति रूपं सिद्ध्यति. छद् धातुतः छन्न, पद् धातुतः पन्न, भिद् धातुतः भिन्न इत्यादीनि रूपाणि भवन्ति. अपि च गुप्तम् इत्युक्ते भगिनी उक्तवती एव, गुप्तम् इत्युक्ते गूढं. प्रच्छन्नं गुप्तं धनम्, अत्र गूढं रहसि स्थितम् इति अर्थः. रहसि रक्षितं धनम् इति अपि वक्तुं शक्नुमः. एतावता विद्या प्रच्छन्नं गुप्तम् इत्युक्ते निगूढरूपेण रक्षितं धनम् इति अर्थः अस्ति. अपि च अग्रिमं पदमस्ति. शोभा भगिनी भवती वदतु. विद्याभोगकरी. विद्याभोगकरी आम्. तत्र भोग इति पदं भुत् इति धातुतः आगतः. अहं पश्यन्ती अस्मि तत्र भुज् अपि घञ् प्रत्ययः इति दर्शितं. भोगः इत्युक्ते भुङ्क्ते इति अर्थे भवति. तत्र विद्या भोगकरी इत्युक्ते ते यदि विद्या अस्ति तदेव भोगः इत्युक्ते किं भोगः भोगं करणीयम् इति किम् उक्तं तत्र सुखकरी विद्या गुरु इत्युक्ते सर्वसम्पदाम् अर्जयन्ति इति तत्र भवति किल सक्सेस् इति अर्थे भवति. भोगः इत्युक्ते सक्सेस् प्रास्परिटि इत्युक्ते पर्यायवाचकपदम् अधुना न स्मरामि. तत्र यदि धनम् अस्ति चेत् भोगः अस्ति. ऐश्वर्यं धनं सर्वसम्पत् इति अस्ति चेत् भोगः अस्ति एव. किन्तु तस्य स्थाने विद्या एव भवितुम् अर्हति. यदि विद्या अस्ति चेत् भोगः इति मन्तव्यम् इति तत्र अर्थं दत्तमस्ति. यथा विद्या रूपम् अधिकम् अस्ति प्रच्छन् धनम् अस्ति तथा एव जीवने धनम् अपि च भोगं सर्वदा इच्छितं. तत् पदं सम्यक् अस्ति न वा इति न जानामि. तत्र भोग विद्या भोग एव भोगः एव भवति इति अर्थे दत्तम् इति मन्ये भगिनि. उत्तमं भगिनि. अहं पठितवती श्लोकस्य अर्थः कः इति अहं पठितवती, तदर्थं वदामि. तत्र विद्या भोगकरी. भोगकरी इत्युक्ते किम् इति पश्यामश्चेत् कः अर्थः दत्तः इत्युक्ते स्रक् चन्दनवनितादि भोग्यपदार्थान् सम्पादयति. विद्या स्रक् चन्दनवनितादि भोग्यपदार्थान् सम्पादयति. तत्र भोगकरी इत्युक्ते तत्र विग्रहवाक्यं वदामश्चेत् भोगं करोति इत्युक्ते भोगं करोति इत्युक्ते भोगान् सम्पादयति. क्षम्यतां, तत्र एकः प्रश्नः. भोगकरी अथवा तादृशानि पदानि तत्र कारयति इति अपि अर्थे भवति वा? कारयति, सम्पादयति. सान्दर्भिक अर्थः तु भोगान् करोति इत्युक्ते भोगान् सम्पादयति. कीदृशान् भोगान् सम्पादयति? स्रक् चन्दनवनितादि भोग्यपदार्थान् सम्पादयति विद्या. तत्र यथा भवती उक्तवती भुज् धातोः रूपमेव भोगः घञ् प्रत्ययान्तरूपम् अस्ति. तत्र भोगः इत्युक्ते साधारणतया वयं किं चिन्तयामः? सुखम् इति चिन्तयामः. किन्तु भोगः इत्युक्ते सुखदुःखादि अनुभवः. सुखदुःखादि इत्युक्ते द्वयमपि. उत्तमम्. अस्तु भगिनी, अवगतम्. तत्र रूपं भोगः इत्यस्य अर्थः तु भुज्यते असौ इत्युक्ते भुज्यते एषः, एषः भुज्यते. भुज्यते इति भुज् धातोः कर्मणि लट् रूपम् अस्ति. यदस्माभिः भुज्यते तत् सर्वं भोगः एव. सुखदुःखादि अनुभवः इति तत्र अर्थः अस्ति. अपि च भोगकरः इति पदं पुंलिङ्गे भवति, किन्तु अत्र विद्यायाः विशेषणमस्ति इति कृत्वा भोगकरी इति अन्ते ईकारः श्रूयते. तत्र अन्ते ईकारः श्रूयते चेत् तत्र स्त्रीप्रत्ययः अस्ति इति अवगन्तव्यम्. नीप् प्रत्ययः, नीप् प्रत्ययः अस्ति चेदेव तत्र भोगकरी. किन्तु पुंलिङ्गे तस्य पदस्य रूपं भोगकरः. भोगं करोति इति तत्र विग्रहवाक्यं भवति. भुज् धातुं वयं जानीमः एव रुधादिगणे अस्ति उभयपदी धातुः भुज् धातुः उत्तमम्। अनन्तरं शुभदा भगिनी भवती वदतु अग्रे किमस्ति यस सुखकरी। यश सुखकरी इत्युक्ते यशः च सुखः च इति समस्तपदम् अस्ति। यशसुखकरी यशसुखकरी इत्युक्ते यशदायिनी सुखदायिनी इति वक्तुं शक्नुमः। भोगकरी यशसुखकरी एतानि सर्वाणि विद्या इति शब्दस्य विद्यायाः विशेषणानि इति मन्ये। जस्ट् थिङ्किङ्ग् भोगकरी इत्युक्ते भोगकरिन् इति नकारान्तशब्दः भवति वा गुणीशब्दः वा? तथा न भवति भगिनी, तत्र भोगकरः तत्र भिन्नप्रत्ययाः सन्ति। यथा करिन् करिन् शब्दस्य रूपाणि करी, गुणिन् शब्दस्य रूपं गुणी भवति, तादृशी स्थितिः अत्र नास्ति इति मम चिन्तनम्। अपि च विद्या इति भोगान् यशा यशः यशसि यशांसि यशांसि सुखान् सुखाः इत्यादि। सुखं सुखम् इति नपुंसकलिङ्गपदम्। ओ ओके सुखं सुखं सुखे सुखानि। सो भोगाः यशसि सुखानि च सम्पादयति इति अर्थम्। उत्तमम्। अत्र यशः इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु। यशः इति सकारान्तनपुंसकलिङ्गशब्दः मनस्वत् मनः मनसि मनांसि तद्वत् यशः यशसि यशांसि। अपि च द्वितीयाविभक्ति तादृशमेव यशः यशसि यशांसि। अत्र विषयः तु यशः इति सकारान्तशब्दः, यशः इति भिन्नं पदं, कीर्तिः इति भिन्नं पदं, तयोर्मध्ये पार्थक्यम् अस्ति, तयोर्मध्ये भेदः अस्ति। यशः भिन्नः, कीर्तिः भिन्ना। यशः इति सकारान्तशब्दः नपुंसकलिङ्गशब्दः, कीर्तिः इति ह्रस्व इकारान्तशब्दः क्तिन् प्रत्ययान्तशब्दः। किन्तु अर्थभेदः अपि किञ्चित् अस्ति इति मया श्रुतम् एकदा। कीर्तिः इति वक्तुं शक्नुमः किन्तु तत्र कश्चित् भेदः अस्ति इति अपि अहं श्रुतवती। कीर्तिः सुकीर्तिः भवेत् वा दुष्कीर्तिः अपि भवेत्, गुड् फेम् और् बेड् फेम्। यशः तु सकारात्मकश्रेयस्करी। उत्तमम्। अपि च सुखम् इत्युक्ते आनन्दम् इति वदामः, तयोर्मध्ये भेदः अस्ति वा सुखम् आनन्दम्? सुखम् इत्युक्ते आगच्छति गच्छति, तत् सुखं शाश्वतः नास्ति। आनन्द यूजुलि रेफर् टु द पर्मनेण्ट् आनन्द इति मन्ये। आनन्दं भावना सुखम् इत्युक्ते शरीरस्य सुखमपि अस्ति किल, आनन्दं तु मनसि एव। सुखं कम्फर्ट् इति अपि अस्ति किन्तु आनन्दं भगिनी उक्तवती किल मनसि अनुकूलावस्था सुखं भगिनी अनुकूलावस्था सुखप्रदा, प्रतिकूलावस्था दुःखप्रदा। सुखं दुःखं भवति, सुखं सुखमेव न तिष्ठति, आनन्दं तु यदा वेदा भगिनी उक्तवती अस्थिरं भवति। सुखं दुःखमपि भवितुम् अर्हति। यदा अस्माकं कम्बलिं ब्लाङ्केट् कम्बलं बोल्ते कम्बलम् इति वदति न, कम्बलम् उष्णप्रदेशे अस्ति चेत् तद् सुखं न ददाति। यथा तत् शीतप्रदेशे अस्ति चेत् सुखप्रदम् अस्ति। तु सुखं दुःखम् अनुकूलावस्था प्रतिकूलावस्था तद् डिपेण्ड्स् आन् दट्। एवं वक्तुं शक्नुमः, क्षम्यताम्, यशः इत्युक्ते सक्सेस् किल, सो यु गेट् सक्सेस् एण्ड् देन् यु बिकम् फेमस्. यशः इत्युक्ते सक्सेस् इति अर्थः अस्ति वा? यशस्वी भव इफ् सम्बडि गोस् फार् एनी एड्वेञ्चर् परीक्षा आल्सो. यशस्वी भव मीन्स् मे यु बि सक्सेस्फुल्. दट् डजन्ट् मीन् हि विल् लक् इन् कीर्ति. Only if he stands first or anything, then his kirti will become vruddhi, kila? Astu. So, yashas is required to get kirti. That's what the, my analysis is. Astu. Darshana Bhagini, vadatu? Aham vaktum ishtavati yat, atmanaha sukhaha anandaha. Sukham ananda, anandam bhavati. Api cha sharirak. सुखः सुखः. अस्तु, तत्र पश्यन्तु एकमेव पदमस्ति यशः सुखकरी इति एकमेव पदमस्ति. एतावता विद्या कीर्तिं च आनन्दं च कल्पयति अथवा उत्पादयति. विद्यया सुखम् अपि च यशः उत्पद्यते इति वक्तुं शक्नुमः. सुखकरः इति पुंलिङ्गे अस्ति, स्त्रीलिङ्गे सुखकरी अस्ति. तत्र विग्रहवाक्यं सुखं करोति इति अस्ति. अथवा इतोपि किं दत्तमस्ति इत्युक्ते सुखं कर्तुं शीलम् अस्य इति सुखकरः इति अस्ति. विद्या गुरूणां गुरुः इति दत्तमस्ति. सुजाता भगिनी भवती किञ्चित् प्रयत्नं करोतु. विद्या गुरूणां गुरुः, गुरु शब्दस्य षष्ठी बहुवचनमस्ति गुरूणां. गुरुः उकारान्त पुंलिङ्ग गुरुशब्दः. विद्या आकारान्त स्त्रीलिङ्गशब्दम्. किन्तु अत्र अस्मिन् श्लोके गुरुः इत्युक्ते अध्यापकः इति अर्थः अस्ति वा? अत्र श्रेष्ठः गुरूणां. उत्तमं, तदेव श्रोतुम् इच्छामि. अत्र गुरुशब्दस्य बहवः अर्थाः सन्ति इति अत्र अवगन्तव्यः विषयः. गुरुः इति पुंलिङ्गे उकारान्त पुंलिङ्गशब्दः अस्ति. गुरुः इत्युक्ते अध्यापकः इति एकः अर्थः अस्ति. किन्तु अत्र अस्मिन् श्लोके गुरुः गुरुशब्दस्य अर्थः तु भिन्नः. श्रेष्ठ निवारयति इति अपि अस्ति किल. विशेषणरूपेण गुरुशब्दस्य प्रयोगः कुत्रचित् भवति. विशेषणरूपेण तस्य प्रयोगः भवति चेत् नपुंसकलिङ्गे गुरु, पुंलिङ्गे गुरुः, स्त्रीलिङ्गे गुर्वी इति रूपं भवति. इत्युक्ते तत्र हेवि अथवा ग्रेट् श्रेष्ठतमा भारः तादृश अर्थः अपि अस्ति. किन्तु अत्र गुरूणां गुरुः इति कथनेन अर्थः तु विद्या महती श्रेष्ठा. गरीयसि, उत्तमं. गरीयसि इयसून् प्रत्ययान्तरूपम् अस्ति. गरीयसि गरिष्ठः. उत्तमं, गरिष्ठः इति अरिष्टन् प्रत्ययान्तरूपं. गरीयान्, गरीयसि इत्यादीनि पदानि इयसून् प्रत्ययान्तरूपाणि. वयं गुरुतर गुरुतम अपि उपयोगं कुर्वन्ति किल. उत्तमं, तरप्रत्ययः, तमप्रत्ययः इत्युक्ते एतावता तत्र तरप् प्रत्ययः अपि च इयसुन् प्रत्ययः द्वयोः साम्यम् अस्ति. तथा एव इष्टन् प्रत्ययः, तमप् प्रत्ययः तयोर्मध्ये साम्यम् अस्ति. इत्युक्ते एतावता आङ्ग्लभाषायां कम्पेरेटिव् डिग्रि, सूपर्लेटिव् डिग्रि इति वदामः. कम्पेरेटिव् डिग्रि इति वदामश्चेत् संस्कृतभाषायां तरप् प्रत्ययस्य प्रयोगः अथवा इयसुन् प्रत्ययस्य प्रयोगः भवति. सूपर्लेटिव् डिग्री इति वदामश्चेत् तत्र त तमप् प्रत्ययस्य प्रयोगः अथवा इष्टन् प्रत्ययस्य प्रयोगं कुर्मः, तदर्थं सूत्राणि सन्ति एतावता गरीयसि। गुरु इत्युक्ते अपर अर्थः अपि भवति, गुरु लघु चिह्नः अस्ति किल, तादृश अर्थः एव अस्मिन् श्लोके अस्ति। इत्युक्ते गुरुः इत्युक्ते अध्यापकः शिक्षकः, तादृश अर्थः अत्र नास्ति। विद्या महती श्रेष्ठा इति तस्मिन् अर्थे अत्र दत्तमस्ति। गुरुः स्त्रीलिङ्गे गुर्वी इति रूपमपि भवति, इत्युक्ते एतावता गुरुशब्दस्य प्रयोगः अत्र भिन्नरीत्या अभवत्, इत्युक्ते विशेषणरूपेण, न तु अध्यापकः। वदतु भगिनी, तत्र षष्ठे अध्याये अपि भगवद्गीतायाः षष्ठे अध्याये अपि यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते, तत्रापि तदेव अर्थः खलु? उत्तम, गुरुणापि विचाल्यते, गुरुणापि विचाल्यते, उत्तम, गुरुणा, तत्र तृतीया विभक्ति एकवचनरूपम्। अपि च भवन्तः सर्वे जानन्ति एव गुरोः भावः गौरवम्, गुरोः भावः एव गौरवम्। अत्रापि श्रेष्ठता इत्यस्मिन् अर्थे एव गौरवम् इति पदस्य अर्थः अपि भवति। भावार्थकप्रत्ययत्रयमस्ति, इत्युक्ते गुरोः भावः गौरवं, गुरोः भावः गुरुत्वं, गुरोः भावः गुरुता, इत्युक्ते तल् प्रत्ययः, त्वाप्रत्ययः, अपि च श्यञ् प्रत्ययः, एते त्रयः प्रत्ययाः भावार्थकप्रत्ययाः। तेन गुरुत्वं, गुरुता, गौरवम् इत्यादीनि पदानि सिद्ध्यन्ति। अन्यानि पदानि अपि अहं वक्तुमिच्छामि। शुचेः भावः शौचं, लघोः भावः लाघवं, मुनेः भावः मौनं, बालस्य भावः बाल्यं, वीरस्य भावः वैर्यं, धीरस्य भावः धैर्यम्। उत्तमं, वीरः अपि अस्ति न भगिनि, वीरभावस्य भावः चिन्तयामि, वीरत्वम् अस्ति, वीरता अस्ति, पदं किन्तु तदर्थं तदर्थे अस्ति वा न वा इति पठामि। वीर्यं, वैर्यम् अस्ति वा पदम्? वैर्यं द्वेषं वैरेषः एव, किन्तु भगिनी किमुक्तवती शञ् प्रत्ययान्तरूपं वीर, साधारणतया एते त्रयः प्रत्ययाः तद्धितप्रत्ययाः, इत्युक्ते प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन निर्मितानि पदानि। अत्र प्रातिपदिकं वीर, वीर इति पदात् वीर्यं प्रत्ययस्य योजनेन, वदतु, वीर्यं, वीर्यमस्ति, वैर्यम् अस्ति वा? नैव नैव भगिनी, वीर्यं, वीर्यम् अस्ति, वैर्यं नास्ति, वीर्यम् अस्ति। तत्र नियमाः सन्ति इति भाति, इत्युक्ते प्रत्येकं पदस्य अन्ते प्रत्ययानां योजनं कृत्वा पदानि निर्मातुं शक्नुमः वा न वा इति अपि तत्र द्रष्टव्यमस्ति। अग्रिमं पदमस्ति एतावता विद्या गुरूणां गुरुः, इत्युक्ते विद्या बहु श्रेष्ठा, उत्तमा इति अर्थः अस्ति। अग्रिमं वाक्यं सुजाता भगिनी भवती एव वदतु अग्रिमं वाक्यं। विद्या, विद्या बन्धुजनो विदेशगमने, विदेशगमने बन्धुजन अपि तत्र विदेशगमने इति पदमस्ति, तस्य रूपं किम्? विदेशगमने सप्तमी विभक्ति, प्रथमान्तं रूपं किम्? विदेशगम, विदेशगमनः, गमनं, गमनं, प्रथमाविभक्त्यन्तं रूपं विदेशगमनं। तत्र गीताञ्जलि भगिनी एकवारं वदतु गमनम् इति पदस्य प्रसङ्गे। गमनं श्रूयते वा? गमनम् इति तुडन्त नपुंसकलिङ्गं रूपम् अस्ति भगिनि। गम, गम तु धातुः अस्ति, गमनं तुडन्त। उत्तम, इतोपि कोऽपि वदति वा अस्मिन् प्रसङ्गे गमनं? गत्यर्थकधातुः अस्ति. गत्यर्थकधातुः उत्तमं. तत्र गम्लु धातुतः गम् इति लौकिकधातोः निर्माणं भवति. तदनन्तरं ल्युट् प्रत्ययं योजयामः. पश्यन्तु, ल्युडन्तं पदं, ल्युट् अन्तं पदं. ल्युट् इति एकः प्रत्ययः अस्ति. ल्युट् ल्युट् इति कथनेन तत्र शोभा भगिनी, के के वर्णाः इति संज्ञकाः सन्ति तस्मिन्? आं भगिनि, तत्र टा अन्त्यटकारः हलन्त्यम् इत्यनेन लोपः भवति. इत्संज्ञा टित् भवति. अपि च लु लशक्व तद्धिते इत्यनेन लोपः भवति. यकारः एव तिष्ठति तत्र. यु यु तिष्ठति. यु उकारः अपि गच्छति किल? यु इति न न यु तिष्ठति. यु तिष्ठति. अहम् अस्तु अस्तु उत्तमम्. एतावता तत्र ल्युट् इत्यस्मिन् टकारः हलन्त्यमित्यनेन अपगच्छति, लकारः लशक्वतधिते इति सूत्रेण अपगच्छति. तस्मिन् प्रत्यये अवशिष्टभागः यु अस्ति. यु इति रूपम् अस्ति. तदा युवोरनाकौ इति सूत्रेण यु इत्यस्य स्थाने अन आदेशः भवति. यु स्थाने अन आदेशः भवति. तत्र सूत्रं युवोरनाकौ इत्युक्ते इदमेव सूत्रं नूल् प्रत्ययान्तरूपेषु अपि कार्यं करोति. ल्युडन्तरूपेषु अपि रूपसिद्ध्यर्थं युवोरनाकौ इति सूत्रं कार्यं करोति. यु स्थाने अन आदेशः भवति. तेन गमन इति प्रातिपदिकं सिद्ध्यति. किन्तु भवन्तः जानन्ति एव, ल्युडन्तरूपाणि सर्वदा नपुंसकलिङ्गपदानि भवन्ति इति विषयः. विदेशगमनम् इति प्रथमान्तं रूपम् अस्ति. विदेशः इत्युक्ते वि उपसर्गपूर्वकः, दिश् धातुतः देशः इति रूपं सिद्ध्यति खलु? आम् आं भगिनि. उत्तमम्. अत्र विदेशः इति वदामश्चेत्, विदेशः इत्युक्ते परदेशः अथवा विभिन्नः देशः, विप्रकृष्टः देशः इति वक्तुं शक्यते. विप्रकृष्टः देशः विदेशः अथवा विभिन्नः देशः विदेशः. तत्र विदेशः इति पदस्य प्रसङ्गे एकम् अन्यत् पदमपि योजयितुं शक्नुमः. तत् पदं किम् इत्युक्ते देशान्तरम्. देशान्तरम् इत्युक्ते विदेशः एव. किन्तु देशान्तरम् इति पदं कीदृशं पदम् इति परिशीलयामश्चेत्, देशान्तरम् इति पदं समस्तपदं. तत्र मयूरव्यंसकादयश्च इति सूत्रेण कर्मधारयसमासः भवति. इत्युक्ते देशान्तरं, राजान्तरम् इत्यादीनि पदानि समस्तपदानि. तेषु मयूरव्यंसकादयः इति एकविधकर्मधारयसमासः भवति. तत्र देशान्तरम् इत्युक्ते अन्यदेशः, अन्यः देशः. तथा एव अन्यत् पदं राजान्तरम् इत्युक्ते अन्यः राजा इति अर्थः अस्ति. एतावता अस्माकं पदमस्ति विदेशः. विदेशः इत्यस्मिन् स्थाने देशान्तरम् इति पदमपि वक्तुं शक्नुमः. विदेशगमने विद्याबन्धुजनः. अत्र सन्धिकार्यं भवति. गोमती भगिनी, भवती वक्तुं शक्नोति वा बन्धुजनो विदेशगमने तत्र कीदृशं कार्यम्? अहं चिन्तयामि विदेशगमनसमये विद्या बन्धुजनः इव कार्यं करोति. तत्र श्लोकं पश्यामश्चेत् बन्धुजनो विदेशगमने तत्र सन्धिकार्यमस्ति. तत्र बन्धुजनः योग विदेशगमने, जनः हसि च इति सूत्रेण जनः पदान्ते विसर्जनीयस्य सह बन्धुजनस् ससजुषोरुः बन्धुजनर् देन् अत्र रेफान्तमस्ति. अकारान्तं ह्रस्व अकारान्तमस्ति पूर्वं, परं हल् वर्णः अस्ति. हसि च इति सूत्रं कार्यं करोति. रेफस्य ऊकारं भवति. बन्धुजन उ विदेशगमने आद्गुणः इति सूत्रेण गुणकार्यं भवति. उ ओ भवति. बन्धुजनो विदेशगमने. उत्तमरीत्या उक्तवती, धन्यवादाः. एतावता अत्र हषि च इति सूत्रस्य प्रसक्तिः अस्ति. हषि च सूत्रेण रुत्वस्य इत्युक्ते रु इत्यस्य उत्वादेशः भवति, इत्युक्ते उकारादेशः भवति. आरम्भे हषि च सूत्रेण उकारादेशः भवति, तदनन्तरम् आद्गुणः इति सूत्रेण गुणसन्धिः भूत्वा ओ भवति. तदर्थमेव बन्धुजनो इति पदमस्ति. तत्र एतावता विसर्गसन्धिः भवति. किञ्चित् भिन्नरीत्या वक्तुमिच्छामश्चेत् चतुर्थं भाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम्. अतः परस्य विसर्जनीयस्य अतिहषि च उत्वम् इति सूत्रं कार्यं करोति. अतः इत्युक्ते बन्धुजनः इत्यस्मिन् तत्र विसर्गात् पूर्वं ह्रस्व अकारः अस्ति. अग्रिमवर्णः विदेशः इत्यस्मिन् पदे वकारः हश् वर्णः अस्ति इति कृत्वा तत्र उत्वं भवति, इत्युक्ते उकारादेशः भवति इति वक्तुं शक्यते. विदेशगमने बन्धुजनः, तत्र बन्धुजनः इत्युक्ते कः? कोऽपि वदतु. बन्धनं करोति मोह. मित्राणि मित्राणि सन्ति इति अस्माकं साहाय्यं करोति किल, कुर्वन्ति. यः श्रेयस् इच्छति सः बन्धुः. उत्तमम्. अहं पठितवती, तदर्थमेव वक्तुं शक्नोमि. तत्र बन्धुजनः इत्युक्ते कः इति परिशीलयामश्चेत्, बन्धुजनः इत्युक्ते हितकारकाः बन्धुजनाः, अपि च स्वात्मीयाः इत्युक्ते आत्मीयाः, ते एव बन्धुजनाः. अपि च स्निग्धजनसदृशाः, हितकारकाः, स्वात्मीयाः, स्निग्धजनसदृशाः, ते एव बन्धुजनाः. विद्या विदेशगमने बन्धुजनः इति तदर्थम् उक्तम्. अग्रिमं वाक्यम् अधुना अरविन्द महोदय भवान् वदतु. भगिनी वदतु. मम विद्या स्त्रीलिङ्गमस्ति, बन्धुजनः पुल्लिङ्गमस्ति. द काम्बिनेशन् विद्या बन्धुजनः स्त्रीलिङ्गं, बन्धुजनः पुल्लिङ्गं. That can come like that. साधु इति भाति. विदेशगमने विद्या बन्धुजनः, तत्र विशेषण विशेष्यभावस्य आवश्यकता नास्ति इति मम चिन्तनम्. अस्तु. विशेषणमस्ति चेत् ओन्लि बन्धुजनः पुल्लिङ्गं न भवति न अत्र विशेषणं. पूर्वस्मिन् वाक्ये अपि पश्यतु, विद्या गुरूणां गुरुः. इत्युक्ते अत्र विशेषणविशेष्यभावस्य आवश्यकता नास्ति इति अहं चिन्तयामि. विद्या बन्धुजन बन्धुजनाय विदेशगमनाय कृते साहाय्यं करोति इति अर्थः वा? बन्धुजनसदृशी. आम् आम् आम्, बन्धुजनसदृशी, बन्धुजन इव इव. उत्तमं भगिनि. अनन्तरम् अरविन्द महोदय भवान् वदतु, अग्रे किम् अस्ति? विद्या परा देवता, यदा पूर्वस्मिन् श्लोके अस्ति विद्या गुरूणां गुरु, तदेव अत्र विद्या परा देवता. परा इति प्रा उपसर्ग प्रापरा अस्य गणे अस्ति, अव्ययम् इति इति अहं चिन्तयामि. देवता द्योतनात् देव इति पदात् अत्र स्त्रीलिङ्गमस्ति कृत्वा, विद्या स्त्रीलिङ्गमस्ति कृत्वा देवता इति स्त्रीलिङ्गमपि भवति. विद्या परा देवता इत्युक्ते सर्वोत्तम द्योतनवती विद्या इति अर्थः. उत्तमं. प्रादयः प्रादयः एव तत्र परा सम आरम्भे प्रादयः सन्ति, द्वाविंशति प्रादयः सन्ति. तेषां नाम एव उपसर्गाः. तत्र क्रियायोगे ते प्रादयः एव उपसर्गाः भवन्ति, इत्युक्ते धातूनां पूर्वं तेषां प्रयोगं कुर्मः चेत् ते प्रादयः एव उपसर्गाः भवन्ति, ते प्रादयः एव गतिसंज्ञकाः भवन्ति, ते प्रादयः एव अव्ययपदानि भवन्ति, इत्युक्ते भिन्नाः निपातसंज्ञकाः भवन्ति, भिन्नभिन्ननामानि दत्तानि भिन्नासु स्थितिषु भिन्नसूत्राणां द्वारा, ते एव गतिसंज्ञकाः भवन्ति, उपसर्गसंज्ञकाः भवन्ति, निपातसंज्ञकाः भवन्ति इति वयं पठितवन्तः. विद्या परा उपसर्ग नास्ति भगिनि, निपात भवति, कथितुं शक्यते निपात it can be standalone word nipata. Now that I don't remember the sutra ekach nipata, there also there are single ach nipatas which are standing alone, like a ang is used in nipata condition for edi nipatah itukte cha vaitu iti filler illa परादेवता इति लिखितमस्ति, तयोर्मध्ये कीदृशसम्बन्धः अस्ति? विद्या परादेवता विशेषणविशेषमस्ति, विशेषणविशेषमस्ति, यथा यथा गुरूणां गुरुः तत्र अथ अत्र परादेवता देवतानां परादेवता. इत्युक्ते अत्र परा इत्यस्य पदस्य अर्थः तु उत्कृष्टा, उत्कृष्टा, श्रेष्ठा, श्रेष्ठा, विद्या श्रेष्ठा देवता, उत्कृष्टा देवता. अत्र देवता इति पदस्य प्रसङ्गे भवान् यद् जानाति तद् वदतु. द्योतनात् देवः इति इति अर्थमस्ति, द्योतनात् प्रकाशनं यत् करोति तस्य नाम द्योतनात्, तत्पदादेव दीपमपि उत्पन्नमस्ति. अत्र विद्या परा उत्कृष्टदेवता इति किं वदति इति चेत् सर्वेषु विषयेषु द्योतनं कृत्वा ज्ञानं वर्धयति इति कृत्वा विद्यावति इति एकं श्लोकमस्ति केनोपनिषत् मध्ये, प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते, आत्मना विन्दते वीर्यं, विद्यया विन्दते अमृतम्. तत्र विद्यया विन्दते अमृतम् इति दत्तमस्ति उपनिषत्. अहम् उक्तवती, किम् उक्तवती? विद्यया अमृतम् अश्नुते इत्युक्ते तदेव. अत्र देवता इति पदस्य प्रसङ्गे शोभा भगिनी किञ्चित् वदतु, भवती तत्र तल् प्रत्ययः अस्ति, इतोपि वदतु. देवता अस्तु, तल् अस्ति इति कृत्वा स्त्रीलिङ्गे भवति, दीर्घस्त्रीलिङ्गः, स्त्रीलिङ्गपदं सदा सर्वदा तल् प्रत्यय तल् प्रत्ययेषु. अपि च दैवत्वम् इति तस्य भावं भवति, देवता दैवं दैवत्वम् इति. अपि देवता इत्युक्ते तत्र अहं किञ्चित् पृच्छामि, अत्र दिव् धातुं जानाति एव, दिव् धातुः कस्मिन् गणे अस्ति? दीव्यते, दीव्यते इति पदं जानामि, अतः तत्र यकारः आगच्छति चेत् दिवादिगणे. उत्तमं, तदेव. इत्युक्ते दिव् धातुः अस्ति, दिव् धातुः दिवादिगणे अस्ति, तस्य लट्लकाररूपं दीव्यति अस्ति. दिव् धातुतः निर्मितं पदमेव देव, देव इति प्रातिपदिकं सिद्ध्यति, आरम्भे प्रातिपदिकं सिद्ध्यति. दिव् धातुतः निर्मितं पदं देव, तस्मात् तल् प्रत्ययस्य योजनेन देवता इत्युक्ते मधुरता, कुशलता, तादृशं पदमेव देवता. तल् इति एकः प्रत्ययः अस्ति, दिव् धातुतः निर्मितं पदम् इदम्. अपि च अत्र किमर्थं विद्या परादेवता इति उक्तमस्ति इत्युक्ते, तत्र अर्थः कः इति पश्यामश्चेत्, यदा देवता प्रसन्ना भवति तदा सर्वान् इच्छान् पूरयति, अस्माकम् इच्छान् पूरयति. देवतायाः दर्शनं भवति चेत् अथवा देवता प्रसन्ना भवति चेत् सर्वं ददाति, तथा एव विद्या अपि सर्वार्थदात्री, विद्या सर्वार्थदात्री, सर्वान् कामान् पूरयति, देवता इव सर्वान् इच्छान् पूरयति इति तत्र अर्थः अस्ति. तदर्थमेव विद्या परा देवता इति उक्तमस्ति. अग्रिमं वाक्यं वदतु महोदय. विद्या राजसु पूज्यते न तु धनं विद्याविहीनपशु. राजसु राजन् इति पदस्य सप्तमी एकवचनं, सप्तमी बहुवचनम्. उत्तमं. राजन् शब्दस्य तत्र राजन् इति नकारान्तशब्दः. नकारान्तशब्दम्. एकवारं द्वितीयापर्यन्तं वक्तुम् इच्छति वा? राजा राजौ राजा राजनौ. तत्र राजा राजानौ राजानः. राजानः. राजा राजानौ राजानः. राजानं राजानौ राज्ञः. राज्ञा राजाभ्यां राजाभिः राजभिः. राज्ञः राजाभ्यां राजेभ्यः. राज्ञः राजाभ्यां राजेभ्यः. न न, शोभा भगिनी एकवारं पुनः स्मारयतु. गोमती भगिनी प्रयत्नं कृतवती, इतोपि समीचीनतया सर्वासु विभक्तिषु रूपाणि ज्ञातव्यानि. समीचीनतया वदतु. राजा राजानौ राजानः. राजानं राजानौ राज्ञः. राज्ञा राजभ्यां राजभिः. राज्ञे राजभ्यां राजभ्यः. राज्ञः राजभ्यां राजभ्यः. राज्ञः राज्ञोः राज्ञां राज्ञी अथवा राजनी. राज्ञोः राजसु. अपि च सम्बोधने राजन् राजानौ राजानः. उत्तमं. साधु भगिनी धन्यवादाः. पश्यन्तु अत्र सप्तमी विभक्ति एकवचनरूपं पश्यन्तु. सप्तमी विभक्ति एकवचनरूपं राज्ञि इति दत्तमस्ति. तत्र रूपद्वयमस्ति, राज्ञि राजनी इति रूपद्वयमस्ति. किन्तु तत्र ह्रस्व इकारान्तपदं राज्ञि अस्ति चेत् पुंलिङ्गपदस्य सप्तमी एकवचनं. किन्तु तत्र दीर्घ ईकारः अस्ति चेत् तस्य रूपं किं भवति? राज्ञी भवति. राज्ञी इति वदामश्चेत् तत्र स्त्रीलिङ्गपदं भवति, राज्ञः पत्नी इति अर्थः. महाराज्ञी. महाराज्ञी. उत्तमम्. इत्युक्ते ह्रस्व इकारान्तरूपम् अस्ति चेत् पुंलिङ्गशब्दस्य सप्तमी विभक्ति एकवचनरूपं भवति. किन्तु राज्ञी इति दीर्घ ईकारान्तं तत्र श्रूयते चेत् स्त्रीलिङ्गपदं प्रथमाविभक्ति एकवचनरूपं भवति, राज्ञी. तादृशभेदः अस्ति. उत्तमं. विद्या राजसु पूज्यते. पूज्यते वदतु महोदय. पूज्य धातु आत्मनेपदी. अत्र वाक्यं कीदृशं वाक्यमस्ति? राजसु विद्या राजसु विद्या पूज्यते. राजसु विद्या पूज्यते न तु धनं. कर्मणि प्रयोगः. उत्तमं. राजसु इत्युक्ते राजमध्ये, राज्ञां मध्ये. राज्ञा पूज्यते. पूज्यते तत्र पूज्यते इति कर्मणि लट् रूपं. विद्या पूज्यते कर्मणि प्रयोगः अस्ति अत्र. पूज्यते इत्युक्ते आद्रियते, सम्मान्यते. अत्र किं लिखितमस्ति? न तु धनम् इति लिखितमस्ति. कुत्रचित् अहं न हि धनम् इति अपि दृष्टवती. इत्युक्ते तादृशपाठान्तरमस्ति वा इति अपि ज्ञातव्यं. तस्मिन् विषये इतोपि परिशीलनीयं. न हि धनम् इति पाठान्तरमस्ति वा इति अपि द्रष्टव्यमस्ति. एतावता न तु धनम् इत्युक्ते किम्? विद्या एव पूज्यते राजसु, धनं तु न पूज्यते. उत्तमम्. इत्युक्ते ये ये गुणाः पूर्वम् उक्ताः तादृशाः गुणाः धने न सन्ति. इत्युक्ते पूर्वोक्ताः गुणाः ये ये सन्ति ते गुणाः धने न लभ्यन्ते, धने न सन्ति, न तु धनम् इत्युक्ते धने तादृशं वैशिष्ट्यं नास्ति, केवलं विद्यायाम् एव पूर्वोक्ताः. प्रच्छन्नगुप्तं धनं, प्रच्छन्नगुप्तं धनं विद्या इति कृत्वा विद्या पूज्यते, न तु साक्षात् धनं न पूज्यते. उत्तमम्. अहं वक्तुं शक्नुमः भगिनि? वदतु. किं वदनीयं भगिनि? अन्यवाक्यम्, अन्तिमं वाक्यं. विद्याविहीनः पशुः, विद्याविहीनः पशुः अस्ति इति क्रियापदम् आगच्छति. विद्याविहीनः विद्या नास्ति, विद्याविहीनः न विद्या नास्ति, विद्याविहीनः यस्मिन् सः बहुव्रीहिः इति अहं मन्ये. विद्याविहीनः अत्र विद्याविहीनः इति पदं समस्तपदमेव, किन्तु विग्रहवाक्यं वक्तुम् इच्छामश्चेत् विद्यया विहीनः. विद्यया विहीनः, विद्यया विहीनः इति विग्रहवाक्यं भवति चेत् तत्र कीदृशसमासः भवितुमर्हति, जानाति वा? तृतीयतत्पुरुषसमासः विद्यया विहीनः. तत्र विहीनः इति एकं पदमस्ति, तस्मिन् विषये ऊहां कृत्वा वदतु. विपूर्वकहन्धातु अस्ति, अहं मन्ये हन्नास्ति. कोऽपि वदतु, सूर्यकुमार न. अहं किञ्चित् वदामि, इत्युक्ते तत्र किञ्चित् वैशिष्ट्यमस्ति. विहीनः इति पुंलिङ्गशब्दः अस्ति, वि उपसर्गपूर्वकः, हा धातुः, ओहाक् त्यागे, ओहाक् त्यागे इति तत्र हा इति धातुः अस्ति. तस्य धातोः रूपम् अरुणा भगिनी, धातुः हा अस्ति चेत् जुहोत्यादिगणे अस्ति चेत् रूपं किं भवति? द्वित्वं भवति, जहाति. उत्तमं, जहाति. तस्य लट्लकाररूपं जहाति, हा धातोः रूपं त्यागे इत्यस्मिन् अर्थे अस्ति हा धातुः, जहाति. तस्य हा धातोः रूपं क्ताप्रत्ययान्तरूपं, क्ताप्रत्ययान्तरूपं हीन भवति. हीन इत्युक्ते हा धातोः रूपम् अस्ति. तत्र धातुः हा अस्ति, किन्तु कथं ही भवति इति चिन्तयामश्चेत् तत्र एकं विशिष्टं सूत्रं कार्यं करोति. हा धातुः तत्र घूमास्था गापा जहातीं स्थां हलि इति एकं सूत्रमस्ति. तेन सूत्रेण हा धातोः रूपम् आरम्भे ही भवति, क्ताप्रत्ययस्य योजनेन तत्र तकारस्य स्थाने नकारः आयाति. एतावता धातुः हा धातुः, लट्लकाररूपं जहाति, जुहोत्यादिगणे अस्ति सः धातुः. यथा भगिन्या उक्तं, जुहोत्यादिगणे सर्वदा द्वित्वकार्यं भवति. जहाति स्लौ इति सूत्रेण, जुहोत्यादिभ्यः श्रुः स्लौ इति सूत्रेण. यत् अत्र विद्याविहीनः इत्यस्मिन् पदे तृतीयतत्पुरुषसमासः कथं भवति इति परिशीलयामश्चेत् तत्रापि एकं सूत्रमस्ति, कर्तृकरणे कृता बहुलं, कर्तृकरणे कृता बहुलम् इति सूत्रेण तत्र तृतीयतत्पुरुषसमासः भवति. विद्याविहीनः इत्युक्ते विद्यारहितः, विद्याविहीनः पुरुषः पशुः एव इति अर्थः. भगिनी भवती इतोपि वक्तुमिच्छति वा? किं भगिनि? भवती अस्मिन् प्रसङ्गे इतोपि वक्तुमिच्छति वा किमपि? ततः विद्या एव आवश्यकं, विद्या सम्पादनमेव आवश्यकं, तदेव सर्वे जनाः पूजयन्ति, श्रेष्ठमिति मन्यन्ते. उत्तमम्. अन्यत् सुभाषितमपि जानामि, आहारनिद्रा वयमैथुनं च एतत् सामान्यं पशुभिर्नराणाम्. धर्मो हि तेषाम् अधिको विशेष धर्मो विहीन पशुभिर्समान. उत्तमः श्लोकः. That comes in Shvetashvatara Upanishad as well as it's in Subhashitam also. धन्यवादः महोदय. वयम् उत्तमरीत्या चिन्तनं कृतवन्तः, किन्तु किञ्चित् एव समयः अस्ति. गतसप्ताहे वयं गीतासोपानं पुस्तकात् कदा इति पदस्य प्रसङ्गे एकं सम्भाषणं पठितवन्तः, अपि च अत्र कदा शब्दस्य प्रसङ्गे वयं सम्भाषणं पठितवन्तः. कदा इति पदं किं शब्दात् आगतं, कदा इत्युक्ते कस्मिन् काले इति अर्थः अस्ति. तत्र सूत्रमस्ति सर्वैकान्य किं यत्तदः काले दा. सर्वैकान्य किं यत्तदः काले दा इति सूत्रेण दा प्रत्ययः विधीयते इति कृत्वा किं शब्दात् कदा इति पदं सिद्ध्यति. त्रिसप्ततमं पुटं पश्यन्तु. तत्र एकः अभ्यासः अस्ति, बहु सरलः अभ्यासः अस्ति. केवलं प्रश्नवाचकवाक्यानि लेखनीयानि. गृहपाठरूपेण तानि वाक्यानि लिखन्तु. अग्रे इतोपि गीतासोपानं पुस्तके इतोपि किं दत्तमस्ति इति एकवारं परिशीलयन्तु. अग्रिमे सप्ताहे वयं पुनः मिलित्वा तस्मिन् प्रसङ्गे चिन्तयिष्यामः. अधुना अत्र स्थगयामः. धन्यवादः. धन्यवादः. धन्यवादः.